आं महोदये. आम् श्रीगुरुभ्यो नमः. ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयम् व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् अद्वैतामृतवर्षिणीं भगवतीं अष्टादशाध्यायिनीम् अद्वैतामृतवर्षिणीं भगवतीं अष्टादशाध्यायिनीम् अम्बद्वां मनसं ददामि भगवद्गीते भवद्वेषिणीम् अम्बत्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम् नमोऽस्तु ते व्यासविशालबुद्धे नमोऽस्तु ते व्यासविशालबुद्धे पुल्लारविन्दारपत्रनेत्र फुल्लारविन्दायतपत्रनेत्र येन त्वया भारततैलपूर्णः येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयप्रदीपः प्रज्वालितो ज्ञानमयः प्रदीपः प्रपन्नपारिजाताय प्रपन्नपारिजाताय स्तोत्रवेत्रैकपाणये स्तोत्रवेत्रैकपाणये ज्ञानमुद्राय कृष्णाय ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः गीतामृतदुहे नमः वसुदेवसुतं देवं वसुदेवसुतं देवं हंसचाणूरमर्दनं कंसचाणूरमर्दनं देवकी परमानन्दं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुं कृष्णं वन्दे जगद्गुरुं भीष्मद्रोणतडा जयत्रजला गान्धारनीलोत्पला भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला शैल्यग्राहवती कृपेन वह्नी कर्णेन वेलाकुला शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी सोत्तीर्ण खलु पाण्डवै रणनदी कैवर्तकेशवः सोत्तीर्णा खलु पाण्डवै रणनदी कैवर्तकः केशवः पारार्षर्दवच सरोजममलं गीतार्थगन्धोत्कटम् पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटम् नानाख्यानकेशरं हरिकथा सम्बोधनाबोधितम् नानाख्यानकेसरं हरिकथा सम्बोधनाबोधितम् लोके सज्जनषड्पदैर्हरः वेपीयमानं मुदा लोके सज्जनषट्पदैरहरः पेपीयमानं मुदा भूयाद्दारपङ्कजं कलिमलं मध्वंसिन श्रेयसे भूयाद्भारतपङ्कजं कलिमलप्रध्वंसिनं श्रेयसे मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् यत्कृपातमहं वन्दे परमानन्दमाधवम् यत्कृपातमहं वन्दे परमानन्दमाधवम् ध्यानश्लोकः समाप्तम्. गीतामहात्म्यम् अस्ति अग्रे. श्री परमात्मने नमः. श्रीमद्भगवद्गीता. महात्म्यश्लोकाः अवशिष्टाः भवानी महोदये. अन्तिमे खलु इदानीं वा? इदानीमेव. इदानीम् अस्तु. अथ गीता महात्म्यम्. अथ गीता महात्म्यम्. गीता शास्त्रमिदं पुण्यं हेप्पटे यत पुमान् गीता शास्त्रमिदं पुण्यं यः पठेत् प्रयतः पुमान् विष्णो पदमवाप्नोति भयशोका विवर्जितः विष्णो पदमवाप्नोति भयशोक विवर्जितः गीताध्ययशनशीलस्य प्राणायाममरस्य च गीताध्ययनशीलस्य प्राणायामपरस्य च नैव सन्ति हि पापानि पूर्वजन्मकृतानि च नैव सन्ति हि पापानि पूर्वजन्मकृतानि च मलनिर्मोचनं पुंसां जलस्नानं दिने दिने मलनिर्मोचनं पुंसां जलस्नानं दिने दिने सकृद्गीताम्बसि स्नानं संसारमलनाशनम् सकृद्गीताम्बसि स्नानं संसारमलनाशनम् गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः या स्वयं पद्मनाभस्य मुखपद्मादिनिः श्रुता या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता भारतामृत सर्वस्यं विष्णोर्वस्त्रादिनि सुतम् भारतामृतसर्वस्वं विष्णोर्वक्त्राद्विनिःसृतम् गीता गङ्गोतकं पीत्वा पुनर्जन्म न विद्यते गीता गङ्गोदकं पीत्वा पुनर्जन्म न विद्यते सर्वोपनिषदो गावः दोक्ता गोपालनन्दनः सर्वोपनिषदो गावो दुग्धा गोपालनन्दनः पातो वत्सः सुदीभोक्त्वा दुत्वं गीतामृतं महत् पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् एकं शास्त्रं देवकी पुत्रगीतम् एको देवो देवकी पुत्र एव एकं शास्त्रं देवकी पुत्रगीतम् एको देवो देवकी पुत्र एव एको मन्त्रस्य नामानि यानि कर्मोत्येकं तस्य देवस्य सेवा एको मन्त्रस्तस्य नामानि यानि कर्माप्येकन्तस्य देवस्य सेवा शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम् शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम् विश्वाधारं गगनसदृशं मेघवर्णं शुभांगम् विश्वाधारं गगनसदृशं मेघवर्णं शुभांगम् लक्ष्मीकांतं कमलनयनं योगिज्ञानगम्यम् लक्ष्मीकांतं कमलनयनं योगिभिर्ध्यानगम्यम् वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् यं ब्रह्मा वरुणेन्द्र रुद्र मरुत शृण्वन्ति दिव्यैः स्तवैः यं ब्रह्मा वरुणेन्द्र रुद्र मरुत स्तुन्वन्ति दिव्यैः स्तवैः वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः वेदैः साङ्गपदक्रमोपनिषदैः गायन्ति यं सामगाः ज्ञानानस्थितगतेन मनसा पश्यन्ति यं योगिनः ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनः यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॐ श्री परमात्मने नमः ॐ श्री परमात्मने नमः श्रीमद्भगवद्गीता श्रीमद्भगवद्गीता अथ तृतीयोऽध्यायः अथ तृतीयोऽध्यायः अर्जुन उवाच अर्जुन उवाच ज्यायसि चेत् कर्मणस्ते मता बुद्धिर्जनार्दन ज्यायसि चेत् कर्मणस्ते मता बुद्धिर्जनार्दन तत्किं कर्मणि घोरे मान् नियोजयसि केशव तत्किं कर्मणि घोरे मान् नियोजयसि केशव व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् श्रीभगवानुवाच श्रीभगवानुवाच लोकेऽस्मिन् विविधा निष्ठा पुरा प्रोक्ता मया नघ लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मया नघ ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनां न कर्मणामनारम्भान् नैष्कर्म्यं पुरुषोऽश्नुते न कर्मणामनारम्भान् नैष्कर्म्यं पुरुषोऽश्नुते न च सन्न्यसनादेव सिद्धिं समधिगच्छति न च सन्न्यसनादेव सिद्धिं समधिगच्छति न हि कश्चिक्षणमपि जातु तिष्ठत्यकर्मकृत् न हि कश्चिक्षणमपि जातु तिष्ठत्यकर्मकृत् कार्यते ह्यवसः कर्म सर्वप्रकृतिजैर्गुणैः कार्यते ह्यवसः कर्म सर्वप्रकृतिजैर्गुणैः कर्मेन्द्रियाणि संयम्य यास्ते मनसा स्मरन् कर्मेन्द्रियाणि संयम्य यास्ते मनसा स्मरन् इन्द्रियार्थान् विमूढात्मा मिथ्याचारस्स उच्यते इन्द्रियार्थान् विमूढात्मा मिथ्याचारस्स उच्यते यस्त्विन्द्रियाणि मा नियम्यारहते अर्जुन यस्त्विन्द्रियाणि मनसा नियम्यारभते अर्जुन कर्मेन्द्रियैः कर्मयोगम् आसक्तस्य विशिष्यते कर्मेन्द्रियैः कर्मयोगम् आसक्तस्य विशिष्यते नियतं कुरु कर्मत्वं कर्मज्यायो ह्यकर्मणः नियतं कुरु कर्मत्वं कर्मज्यायो ह्यकर्मणः शरीरयात्रापि च ते न प्रसिद्ध्येद कर्मणः शरीरयात्रापि च ते न प्रसिद्ध्येद कर्मणः यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर सह यज्ञाः प्रजा सृष्ट्वा पुरोवाच प्रजापतिः सह यज्ञाः प्रजा सृष्ट्वा पुरोवाच प्रजापतिः अनेन प्रसविष्यत्वम् एष वोऽस्त्विष्टकामधुक् अनेन प्रसविष्यध्वम् एष वोऽस्त्विष्टकामधुक् देवान् भावयतानेन ते देवा भावयन्तु वः देवान् भावयतानेन ते देवा भावयन्तु वः परस्परं भावयन्तः श्रेयः परमवाप्स्यथ परस्परं भावयन्तः श्रेयः परमवाप्स्यथ इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः तैर्दत्तान् अप्रदायैभ्यो यो भुङ्क्तेस्तेन एव सः तैर्दत्तान् अप्रदायैभ्यो यो भुङ्क्तेस्तेन एव सः यज्ञशिष्टासिनस्सन्तो मुच्यन्ते सर्वकिल्बिषैः यज्ञशिष्टासिनस्सन्तो मुच्यन्ते सर्वकिल्बिषैः भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् अन्नात् भवन्ति भूतानि पर्जन्यादन्नसम्भवः अन्नात् भवन्ति भूतानि पर्जन्यादन्नसम्भवः यज्ञात् भवति पर्जन्यो यज्ञः कर्म समुद्भवः यज्ञात् भवति पर्जन्यो यज्ञः कर्म समुद्भवः कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् अस्मात् सर्वतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् एवं प्रवर्तितं चक्रं नानुवर्तयति ऐतिह्यः एवं प्रवर्तितं चक्रं नानुवर्तयति हयः अघायुरिन्द्रियारामो मोघं पार्थ स जीवति अघायुरिन्द्रियारामो मोघं पार्थ स जीवति यस्त्वात्मरतिरेव स्यात् आत्मतृप्ति तश्च मानवः यस्त्वात्मरतिरेव स्याद् आत्मतृप्तश्च मानवः आत्मन्येव च संतुष्टस्तस्य कार्यन्न विद्यते आत्मन्येव च संतुष्टस्तस्य कार्यन्न विद्यते नैव तस्य कृतेनार्थो नाकृते नेह कश्चन नैव तस्य कृतेनार्थो नाकृते नेह कश्चन न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः तस्मादसक्तः सततं कार्यं कर्म समाचर तस्मादसक्तः सततं कार्यं कर्म समाचर असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः कर्मणैव हि संसिद्धिम् आस्तिता जनकादयः कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः लोकसङ्ग्रहमेवापि सम्पश्यन् कर्तुमर्हसि लोकसङ्ग्रहमेवापि सम्पश्यन् कर्तुमर्हति यद्यदाचरति श्रेष्ठस्त तद्देवेतरोज्जनः यद्यदाचरति श्रेष्ठः तत्तदेवेतरोजनः न यत् प्रमाणं कुरुते लोकस्तदनुवर्तते स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन नानवाप्तं वाप्तव्यं वर्त एव च कर्मणि नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि यदि यं न वर्तेयं जातु कर्मण्यतन्द्रितः यदि अहं न वर्तेयं जातु कर्मण्यतन्द्रितः मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः उत्सीदेयोरिमे लोका न कुर्या कर्म चेदहम् उत्सीदेयुरिमे लोकाः न कुर्यां कर्म चेदहम् शङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजा शङ्करस्य च कर्ता स्याम् उपहन्यामिमाः प्रजाः सक्ताः कर्मण विद्वंसो यथा कुर्वन्ति भारत सक्ता कर्मण्य विद्वांसः यथा कुर्वन्ति भारत कुर्यात् विद्वान् तथा असक्तः चिकीर्षुः लोकसङ्ग्रहम् कुर्याद् विद्वांस तथा असक्तः चिकीर्षुर्लोकसङ्ग्रहम् न बुद्धिभेदं जनयेज्ञानां कर्मसङ्गीनाम् न बुद्धिभेदं जनयेद् अज्ञानं कर्मसाङ्गिनाम् जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन् जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन् प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः प्रकृते क्रियमाणानि गुणैः कर्माणि सर्वशः अहङ्कारविमूढात्मा कर्ताहमिति मन्यते अहङ्कारविमूढात्मा कर्ताहमिति मन्यते तत्त्ववित्तु महाभावो गुणकर्मविभागयोः तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः गुणागुणेषु वर्तन्त इति मत्वा न सज्जते गुणागुणेषु वर्तन्ते इति मत्वा न सज्जते प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु तान् कृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत् तान् कृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत् मयि सर्वाणि कर्माणि सन्न्यस्य अध्यात्मचेतसा मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा निराशीर्निर्ममो भूत्वा युद्धस्व विगतज्वरः निराशीर्निर्ममो भूत्वा युद्धस्व विगतज्वरः ये मतमिदं नित्यमनुतिष्ठन्ति मानवाः ये मे मतमिदं नित्यम् अनुतिष्ठन्ति मानवाः श्रद्धावन्तो अनुसूयन्तो मुच्यन्ते तेऽपि कर्मभिः श्रद्धावन्तो न सूयन्तः मुच्यन्ते तेऽपि कर्मभिः ये त्वेतत् अप्यसूयन्तो नानुतिष्ठन्ति मे मतम् ये त्वेतव्यसूयन्तः नानुतिष्ठन्ति मे मतम्। सर्वज्ञानविमूढास्तान् विधिः नष्टान् चेतसः। सर्वज्ञानविमूढाः तान् विद्धि नष्टान् चेतसः। सदृशं चेष्टते स्वस्याः प्रकृतिर्ज्ञानवानपि। सदृशं चेष्टते स्वस्याः प्रकृतिर्ज्ञानवानपि। प्रकृतिं यान्ति भूतानि निग्रह किं करिष्यति। प्रकृतिं यान्ति भूतानि निग्रह किं करिष्यति। इन्द्रियस्य इन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ। इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ। तयोर्न वशमागच्छेतौ यस्यं परिपथिनौ। तयोर्न वशमागच्छेत् तौ ह्यस्य परिपन्थिनौ। श्रेयान् स्वधर्मो विगुणः परधर्मास्त्वनुष्ठिष्ठतात्। श्रेयान् स्वधर्मो विगुणः परधर्मास्त्वनुष्ठितात्। स्वधर्मे निधनं श्रेयः परधर्मो भयावह। स्वधर्मे निधनं श्रेयः परधर्मो भयावहः। अर्जुन उवाच अथ केन प्रयुक्तोऽयं पापं चरति पुरुषः। अर्जुन उवाच अथ केन प्रयुक्तोऽयं पापं चरति पुरुषः। अनिच्छन्नपि वाष्णेर्य बलादेव नियोजितः। अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः। श्रीभगवान् उवाच काम एष क्रोध एष रजोगुण समुद्भवः। श्रीभगवान् उवाच काम एष क्रोध एष रजोगुण समुद्भवः। महाशनो महापाप्मा विद्यनमिह्य द्वैरिणम्। महाशनो महापाप्मा विद्येनेहमिह वैरिणम्। धूमेनाव्रियते वह्निर्यथादर्शो मलेन च। धूमेनाव्रियते वह्निः यथादर्शो मलेन च। यथोल्बेनावृत्तो गर्भस्तथा तेन दमावृतम्। यथोल्बेनावृतो गर्भः तथा तेनेदमावृतम्। आवृत्तं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा। आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा। कामरूपेण कौन्तेय दुष्पुरेणानलेन च। कामरूपेण कौन्तेय दुष्पुरेणानलेन च। इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते। इन्द्रियाणि मनो बुद्धिः अस्याधिष्ठानमुच्यते। एतैर्विमोहो यत्तेष ज्ञानमावृत्य देहिनम्। एतैर्विमोह यत्येष ज्ञानमावृत्य देहिनम्। तस्मात् त्वम् इन्द्रियाणि आदौ नियम्य भरतर्षभ। तस्मात् त्वम् इन्द्रियाणि या आदौ नियम्य भरदर्शभ। पाप्नां प्रजाहि येनं ज्ञानविज्ञाननाशनम्। पाप्मानं प्रजहि येनं ज्ञानविज्ञाननाशनम्। इन्द्रियाणि पराण्याहु ते इन्द्रियेभ्यः परं मनः। इन्द्रियाणि परण्याहुः इन्द्रियेभ्यः परं मनः। मनस्तस्तु परा बुद्धिर्योः बुद्धेः परस्ततु सः। मनसस्तु परा बुद्धिः यो बुद्धे परतस्तु सः। एवं बुद्धेः परं बुद्ध्वा संस्तभ्य आत्मानम् आत्मना। एवं बुद्धेः परं बुद्ध्वा संस्तभ्य आत्मानात्मना। जहि शत्रुं महाभावो कामरूपं दुरासदम्। जहि शत्रुं महाभावो कामरूपं दुरासदम्। ॐ ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम तृतीयोऽध्यायः। ॐ सर्वं श्रीकृष्णार्पणमस्तु। हरिः ॐ श्रीगुरुभ्यो नमः। यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् तत्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते।